नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे अत्र जुहोत्यादिगणे हलन्तदातवः इति पाठः. तत्र वयं तु सन्धिसूत्रम् तत्र सामान्य अभ्यासकार्याणि, अनन्तरं विशेष अभ्यासकार्याणि इति सन्ति. तत्र अस्माकं तु जुहोत्यादिगणे गणः, अतः श्लौ इत्यनेन द्वित्वं भवति. जुहोत्यादिभ्यः श्लु इत्यनेन शप्रत्ययस्य श्लु भवति लोपः. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन साधारणतया प्रत्ययलक्षणं तिष्ठति, परन्तु अस्मिन् गणे न लुमताङ्गस्य इत्यनेन यद् अङ्गकार्यं विहितं तद् न भवति. सामान्यतया प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तिष्ठति, परन्तु अयं तु लुमान् अस्ति इति कारणेन न लुमताङ्गस्य इत्यनेन निषिद्धम्. अनन्तरं तत्र वयं तु किं पृष्टवन्तः, अभ्यासकार्याणि, सामान्य अभ्यासकार्याणि, ह्रस्वः, हलादिशेषः, शर्पूर्वः, कयः, कुहोष्टुः, उरत् अभ्यासे चर्चा, चर्च इति एतानि सूत्राणि दृष्टवन्तः. तत्र अभ्यासस्य अच्वर्णस्य ह्रस्वः भवति. ह्रस्वः फलादिशेषः अभ्यासस्य आदिमः फल् शेषः, तदेव अवशिष्टं भवति. आदिमः फल् किमपि भवतु, तदेव अवशिष्टम्, अन्ये सर्वे लोपः भवति. कुहोश्चुः इति तत्र तु कवर्गस्य हकारस्य स्थाने च वर्गादेशः, हकारस्य तु झ इति आदेशः, अनन्तरम् अभ्यासे चर्च इत्यनेन झ स्थाने जकारः आदेशः भवति. अनन्तरम् उरत् उरत् इत्यत्र तु ऋवर्णस्य स्थाने अत् आदेशः, तत् सर्वदा रपरः भवति इति. अभ्यासे चर्च इत्यनेन चत्वकार्यं, तदेव अष्टाध्य त्रिपादिसूत्रमस्ति, अन्य सर्वं तु सपादसप्ताध्याय्यां सन्ति. तदेव एक मुख्य प्रमुखकार्यम् अस्मिन् पाठे. अतः कर्तरि शप् इत्यनेन शप् शप् स्थानेषु श्लौ इत्यनेन द्वित्वं, सामान्य अभ्यासकार्यम्, अनन्तरं विशेष अभ्यासकार्यं यत्र प्रसङ्गः अस्ति तत्र, अनन्तरम् अङ्गकार्यं तिङ् च कृच् च निमित्तम् अस्ति चेत् तत्र अङ्गकार्यं भवति. तत्र प्रमुखकार्यम् इति यद् तिङ् प्रत्ययस्य सिद्धिः इत्यत्र अदभ्यस्त अदभ्यस्तात् इति दृष्टवन्तः. अद्य अदभ्यस्तात् इति तत्र आदिम अवयवस्य जकारस्य स्थाने अत् इति आदेशः भवति. अभ्यस्तसंज्ञकधातुतरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् इति भवति. कुत्र भवति इत्युक्ते लटि तत्र प्रथमपुरुष बहुवचनं, जि स्थाने अति, लोटि जि स्थाने अतु इति भवति. अनन्तरं सिजभ्यस्तविधिभ्यश्च इति सूत्रं, तत्र किं भवति इत्युक्ते तत्र ङित् लकारस्य अवस्थायां तत्र सिच् प्रत्ययः अत्र अस्माकं प्रसङ्गः नास्ति. अभ्यास्तसंज्ञकधातोः जि प्रत्ययस्य स्थाने जुस्, तदेव उहु इति अनुबन्धलोभानन्तरम् उहु इति भवति. तदेव तत्र यद् सिद्धति प्रत्ययः अस्ति, गतसप्ताहे वयं दृष्टवन्तः तत्र दोषाः सन्ति इति, तत्तु परिवर्तितम् इदानीं. लङ् लकारः योजितम्, अनन्तरं लोट् लकारस्य प्रत्ययस्य परिवर्तनमपि अभवत्. दृष्टवान् आं भगिनि, आम् लोट् लकारस्य परिवर्तनम् अण्ड् लङ् लकारः हस् बिन् आडेड्. सो इदानीं प्रत्ययादेशः तत्र तु वयं जानीमः, भूजल्व्योहेर्भिः अपृत्तय एकाल् प्रत्ययः अस्ति चेत् हल्न्याभ्योदीर्घ चतुस्य प्रत्तं हल् इति कार्याणि वयं जानीमः. तत्र सन्धिकार्यं वयं भवन्तः पठितवन्तः इति चिन्तयित्वा वयम् अग्रे सरामः. प्रथममस्ति अधुपददातवः इति. तत्र अष्टदातवः एव हलन्ताः, तत्र त्रयः अधुपदः चत्वारः इदुपदः एकः एव उदुपदधातुः अतः प्रथमम् अधुपदधातवः त्रयः कः इति पश्यामः अरुणभगिनी भवती एव पठति वा आं भगिनि अधुपदधातवः त्रय अधुपदधातवः सन्ति बस् बस बस् धन जन जन बस इति मूलधातु बस् भवति धन अपि धन् भवति जन अपि जन् भवति तदनन्तरं बस् धातु बस् धातुः बस्मेपदे बस्नादित्यो ओ अर्थमस्मि अर्थः बस्नादीप्तौ बस्नादित्योः बस्न अस्य अर्थं किं भगिनि प्रायः तत्र भर्त्सन भर्त्सनदीप्तयोः इति भवेत् टु फ्रैटन् टु सेन्शर् टु ब्लेम् टु शैन् टु इन्सल्ट् वैभीकर्ण तोष्लगान इति अर्थः प्रथमं दित्वम् अभ्यासकार्यं च प्रथमं स्लू इति सूत्रेण लोपः भवति प्रत्ययलोपे प्रतिलक्षणम् अपवादं कृत्वा लोपः लुक् भवति चेत् लुक् भवति चेत् गुणकार्यं न अङ्गकार्यं न भवति स्लौ इति सूत्रेण दित्तं भवति दित्तं दित्तकार्याणि अस्ति दित्तं बस् बस् बस् हलादिशेष इति सूत्रेण प्रथम आदिम हल् एव अवशिष्यति बस् अभ्यासे चर्च इति सूत्रेण महा अल्पप्राण महाप्राणस्थाने अल्पप्राण भकारः आगच्छति बस् इति अङ्गम् अङ्गकार्यं हलादिपित्सु उपदायाम् आकारः लघु इति न अतः किमपि कार्यं नास्ति बबस् युवति बबस्ति इति रूपम् अजादिपित्स् अपि उपदायाम् आकारः अस्ति गुणकार्यं न एकवर्णं नास्ति चेत् किमपि कार्यं नास्ति बबस् आनि बबसानि ओ अद अभ्यस्तश्च इति केवलं लोट् लकार भगिनि अदभ्यस्तादिति वा अदभ्यस्तादिति प्रथमपुरुषे भवति प्रथमपुरुषबहुवचनं किल आं भगिनि अत्र ओ आनि अं क्षम्यता आनि अत्र लोट् लकार ओके ओके जि इति हलादिपित्सु गसि बसोर् हलिच इत्यनेन उपदायाः लोपः भवति बभस् अयोगतः बभस् बभस् अयोगतः सन्धिकार्यं बबद्धः धकारुजल्यभ्यो सूत्रेण भगिनि ओके अजादिपित्सु हुजल्यो इति अजादिपित्सु गसि बसु हलि च सूत्रं कार्यं करोति उपदायाः लोपः भवति अतिसन्धिकार्यं बप्सति किं किमर्थम् ओ करिचा सूत्रेण भगिनि पकार भवति कुत्र बबस् योगः अस्ति तत्र गसि बसो हलिच इत्यनेन लोपः अतः बप्स् योगः अति अनन्तरं तत्र आं तदेव किल तत्र जलो जलि इति एकं सूत्रं करिच अग्रे एव दत्तमस्ति करीच इत्यनेन ओके ओके, सूत्रं गसि बसोर् हलिचा सूत्रस्य विवरणं दत्तं. छन्दसि घस् भस् अनयोः उपादायाः लोपो भवति अजादौ हलादौ च किति इति प्रत्ययपरे. अजादौ हलादौ च उक्तं यतोहि अजादिप्रत्ययपरे इति पूर्वतनसूत्रेषु प्रवर्तमानं अत्र हलादिप्रत्ययपरे अपि इति कृत्वा द्वयम् उक्तम्. गसि बसोः षष्ट्यन्तं हलिसप्तम्यन्तं च अव्ययपदं त्रिपदविदं सूत्रम्. अचिस्नुधातोर्ब्रुवां यो यवोरोर्यवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः उदुपदाय गोहः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः गमः न जनकनगसां लोपः किति कितिनित्यानि अङ्ग इत्यस्मात् लोपः निति सैतनयोः अनुवृत्तिः तनिपत्योश्छन्दसि इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कसि बसोः अङ्गस्य उपादायाः लोपः अचि हलि च किन्निति. सूत्रं केवलं वक्त्रं गसि बसो हलि च अत्र अनुभूतसूत्रं सहायं करोति. गसिबसोः अङ्गस्य अत्र उपादायाः अत्र विशेषसम्बन्धः अस्ति. धातु अङ्गः गसिबस् अस्ति चेत् धातुः अस्ति चेत् तस्य अङ्गस्य उपादायः लोपो भवति. निमित्तमस्ति अच्परे अच् प्रत्ययपरे वा हल् प्रत्ययपरे वा अपि अपि किति नित् किति नित् अस्ति चेत् एव कित् अस्ति चेत् न भवति. किं न भवति भगिनि? सूत्रं लोपं भवति किति नित् सर्वत्र अजादौ हलादौ च निति प्रत्यये परे उपादायाः लोपः भवति. परन्तु गस्व बस्व धातुद्वयमेव तत्र एव छन्दसि अपि तस्य कार्यं सप्तम्याम् अस्ति. छन्दसि अपि तस्य कार्यं भवति कार्यं बभस् योगातः गसि बसोर्हलिचा इति सूत्रेण उपादायाः उपादायः लोपः भवति. जलो सः तदा बभस्तः जलो झलि इति सूत्रेण सकारलोपः भवति. बभस्तः जस्ततोर्धोर्धः सूत्रेण तकारस्थाने धकार आगच्छति. बभ् योगः धः जलां जष् जषि इति सूत्रेण भब् युवद्धः भब्धः. तत्र जलो जलि एकवारं पठतु. जलो जलि इति सूत्रेण बहुवद्विवचनं अभवत्. अधुना उत्तमपुरुषे बबस् एव अति गसि बसो हलि च इति सूत्रेण बभस् योगः अति खरि च इत्यनेन चत्वं बप्स्यति इति रूपं भवति. सकारः कर्वर्णः अतः बकारस्य चत्वं योगः अति इति अस्ति. तत्र बकारः चतुर्थवर्णः, सकारः इति खर्वर्णः, तस्य प्रभावेण बप्सति इति भवति. देयं यत् अत्र अति जलादिः नास्ति अतः संलोपो न भवति. वकारादिः मकारादिः च प्रत्ययाः अपि तथा बभस्वः बभस्मः इति रूपं भवति. जलादिः नास्ति इति किमर्थं दत्तम् अत्र? जास्थाने आगच्छति भगिनि, न अति देयं यत् अत्र अति इति जलादिः नास्ति अतः स लोपः न भवति इति. किमर्थम् इत्युक्ते पूर्वं यदा पश्यति चेत् बभस् योगः तः तत्र सकारलोपः भवति किल जलो जलि इत्यनेन, तत्र सकारः जलि अस्ति इति कृत्वा तत्र सकारलोपः भवति. अत्र अकारः जलि नास्ति अतः सकारलोपः न भवति. समानकार्यं वकारादि मकारादिप्रत्यये परे अपि, तदपि जलादिः नास्ति इति कृत्वा सकारलोपः न भवति, केवलं करीच सूत्रस्य कार्यमेव. अग्रे अपि वदन्तु जलो जलि इति सूत्रं, जल् उत्तरस्य सकारस्य लोपो भवति जले परे. जलः पञ्चम्यन्तं, जलि सप्तम्यन्तं, द्विपदभेदं सूत्रं. रातस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः, संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं. जलः सस्य लोपः जलि सूत्रं जलो जसि वयं अधुना उदाहरणे उक्तं. जलोत्तर जल् वर्णस्य उत्तरस्य सकारलोप भवति. निमित्तमस्ति जल् जल् वर्णः अस्ति चेत् अत्र बबस् योगः तः अत्र सकार जल् वर्णः अस्ति ततः सकारलोपः भवति. अनुवृत्तिसहितसूत्रं जलः सस्य लोपः जलि इति बबस् योगः हि हू जल्भ्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः. बबस् योगः हि इति बबस् योगः धि भवति. गसि बसोर् हलि च इत्यनेन भस् धातोः उपदा लोपः अजातौ हलातौ च किङिति प्रत्यये परे बबस् योगः धि. बबस् योगः बब्ज् ओ बब्ज् योगः या उपदा लोपः बब्ज् योगः दि. खरीच इत्यनेन खरीच जलोजलि इति द्वे सूत्रे असिद्धत्वे असिद्धे दिच इति सूत्रं प्रति दिच इत्यनेन सकारस्य लोपः भवति धकारादिप्रत्यये परे. इत्यनेन सकारस्य लोपः भवति धकारादिप्रत्यये परे. बब् योगः धि जलां जषि बब् योगः धि ओके बब्स् योगः धि देन् सकारलोपः भवति दिच ओके देन् बब् योगः धि जलां जष् जषि इत्यनेन जलां स्थाने जष् आदेशः भवति जषि परे बब्धि योगः ओके. बबस् योगः हि हू जल्भ्यो हेर्दिः इत्यनेन हि परः अस्ति चेत् जलन्तधातु अथवा हू धातु हि परः अस्ति चेत् हि धि भवति इत्यनेन बबस् योगः हि इति बबस् योगः धि भवति. हि स्थाने धि भवति. बबस् योगः धि इति स्थिते घसि बसोर् हलि च इत्यनेन भस् धातु अथवा घस् धातु इति परः कितिङ् इति प्रत्ययः अथवा कितिङ् इति अजन्तप्रत्ययः आर् अथवा हलि परः अस्ति चेत् बस् धातोः उपदायाः लोपः भवति. उपदा अत्र बबस् इति धातुः उपदा इति बकारस्य उत्तरवर्ती आकारः भवति, तस्य लोपः भवति, बबस् इति बब्स् भवति, बब्स् योगः धि, बब्स् योगः धि इति स्थिते, बब्स् योगः धि करिच करिच केनाट् अप्लै, जलोजली जलोजली इस् 8-26 इति द्वे सूत्रे असिद्धे दिच किमर्थम् असिद्धं वदतु? बब्स् योगः दि इति स्थिते भगिनि, बट् करिच इस् फर्दर् अवे, किमर्थं न भवति? बब्स् योगः दि इति स्थिते इदर् जलोजलि शुट्कम् आर् धिच शुट्कम्, धिच इस् पूर्वसूत्र, पूर्वसूत्रं जलोजलि इति परसूत्रं, जलोजलि सो धिच इति कृते जलोजलि इत्यस्य कार्यम् असिद्धम्. भगिनि बट् खरीच केनाट् इवन् कम्, वै आर् वि डिस्कसिङ्ग् देट्? परन्तु तस्य प्रसक्तिः अस्ति किल, यत्र यत्र प्रसक्तिः अस्ति तद् वयम् अवश्यं चर्चयामः. तत्र करिच तत्र बकारः अस्ति, सकारः खर् वर्णः अस्ति, चत्वस्य प्रसक्तिः अस्ति. जलोजलि इत्यत्र बकारः सकारः दीर्घ सकारलोपः कर्तुं तस्य प्रसक्तिः अस्ति एव, परन्तु पूर्वत्र सिद्धं, सर्वत्र तदेव पूर्वत्र सिद्धम् इति कारणेन धिच एव कार्यं कर्तुं शक्यते. धिच इति सूत्रेण सकारस्य लोपः भवति धकारादिप्रत्यये परे. धिच इति भगिनि, वेन् दस् धिच कम्? धिच इत्यस्य निमित्तम् इति किमपि नास्ति, सकारादौ प्रत्यये परतः सकारस्य लोपः भवति. Okay, 8-25. Oh, okay, okay. Oh, sayogantasya lopaha ratsasya and then dicha. Okay. Dicha. So, dhakara, sakarasya lopaha bhavati dhakarati pratyepare. Babs yogaha di iti, bab sakara lopa anantaram, bab yogaha di eva bhavati. बब् योगः दि इति परसूत्रं साक्षात् परसूत्रमस्ति, जलां झष् झषि इत्यनेन जलां स्थाने झष् आदेशः भवति, सुम्ब महाप्राणभकारस्य स्थाने बब् योगः दि बब् दि एव रूपं निष्पन्नं भवति. ओके, बब् दि. भस् धातोः तिङन्तरूपाणां चिन्तनार्थं समूहत्रयं वर्तते, प्रत्ययः पित् तत्र उपदालोपः न भवति, प्रत्ययः अपित् जलादिः उपदालोपः भवति, अपित् कित्न्यत् ओके, अपित् जलादिः उपदालोपः भवति, सुलोपः भवति. सुलोपः भवति, हौ डिड् वि डू भगिनि? ओ गस् गसि बसोर् ओ गसि बसोर् ओके गसि बसोर् इत्यनेन उपदालोपः, सलोपः केन सूत्रेण सकारलोपः उपदालोपः ओ गसि बसोर् ओके सकारलोपः अपित् जलोजलि भगिनि जलोजलि ओके प्रत्ययः अपित् किन्तु जलादिः न उपदालोपः भवति ओके गसि बसोर् सुलोपः न भवति बिकास् इट्स् नाट् जलोजलि झल् नास्ति इति कारणे ओके अपि इति एकम् उदाहरणं सर्वदा मनसि भवेत् चेत् तत्र अवगन्तुं शक्नुमः प्रत्ययः अपि अपि इति अपि परन्तु जलादि झलि नास्ति ओके अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु ओके लटि बबस् योगः ति बबस् योगः ति इति हलादि पित्त गुणकार्यं हलादिपित्त बबस् इति उपदायाम् अकारः गुणकार्यं नास्ति. बबस् योगः इति बबस्ति एव भवति. बबस् योगः तः, बबस् योगः तः इति कित् ङित् प्रत्यय अपित् प्रत्यय गसि बसोर् हली च इत्यनेन उपदालोपः भवति. उपदा बकारस्य उत्तरवर्ति अकारः बबस् बब्स् योगः तः भवति. बब्स् योगः तः तः इति प्रत्ययः झलि भवति. जल् जल् भवति, जल् प्रत्याहारे अस्ति. बब्स् योगः तः झल् झलो जलि इत्यनेन सकारलोपः भवति. सकारस्य जल् जलि परतः अस्ति. बब् योगः तः भवति. बब् योगः तः तः भकारः झष् भवति. झष् परः तकारः अस्ति. ततः झषस्ततोर्धोर्दः इत्यनेन बब् बब् दः भवति. बब् दः भवति. बब् दः इति अस्ति चेत् जलां झष् जलां झष् झषि इत्यनेन महाप्राणभकारस्य स्थाने अल्पप्राणः भवति. बब्धः भवति. कतितः अन्ति जकारस्य स्थाने अधभ्यस्तात् इत्यनेन अत् भवति, अथि भवति, तिप्तस् जि अति भवति. अति इति अति इति हलादि अप् न हल न अजादि अपित् अजादि अपित् अजादि अपित् इति इति अपित् सो कित्ञित् प्रत्ययः कित्ञित् प्रत्ययः परः अस्ति. घसि बसोर् हली च इत्यनेन सकारस्य पूर्व उत्तरवर्ति भकारस्य उत्तरवर्ति अकारः लोपः भवति. बब्स् योगः अति भवति. बब्स् योगः अति खरि च इत्यनेन बप्सति भकारस्य स्थाने पकारः भवति. खरि च इत्यनेन छर्त्वं भवति. सो बप्स् बप्सति. ओके. अतीतः अति सि सि सि इति हलादिपित् हलादिपित् गुणकार्यम् अस्ति, बट् उपदा अकारः गुणकार्यं नास्ति. बबस् योगः सि बबस् योगः सि बबस् योग सकारः दौ सकारा फालोस् बबस् योगः सि बबस् योगः सि इति स्थिते बबस् योगः सि झल् सकारः झलि झलि अस्ति. जलो जलि प्रसक्तिः अस्ति वा भगिनि? जलः सस्य लोपः झलि झल् या सि सि वाटल्स् केन् कम् सि या जलो जलि केन् कम् भगिनि? बबस् योगः बबस् योगः सि जलो जलि इत्यनेन सकारलोपः. बब् योगः सि बब् सि बब् सि इति स्थिते बब्सि इति स्थिते खरि च इत्यनेन बब्सि भवति या? न, परन्तु यदा वयं बब्सि इति कृतवन्तः बबस्ति इति कृतवन्तः तत्र तु जलो जलि इत्यस्य अवसरः एव न आसीत् किल. जलो जलि कुत्र भवति इत्युक्ते तत्र जल् उत्तरस्य क्षमता हल् उत्तरस्य जलः किल जलो जलि. अत्र तु हल् उत्तरस्य जलः नास्ति किल. हल् उत्तरस्य जल् उत्तरस्य हल् उत्तरस्य ओ जल् उत्तरस्य सकारस्य लोपः भवति. जल् उत्तरस्य ओके. जलः पञ्चमी अन्तम् ओके. जलः पञ्चमी अन्तं जलि जल जलः उत्तरस्य सकारस्य ओके ओके. फलः नास्ति जलः जल् उत्तरस्य सकारस्य जलि परतः लोपः भवति. अत्र तु जल् उत्तरस्य सकारः एव नास्ति किल. तत्र वयं तु लोपः न कृतवन्तः. यत्र यत्र वयं तत्र गतिवचोः लीच इत्यनेन लोपः कुर्मः तत्र एव तत् संयुक्ताक्षराविरुक्तः अत्र तु न आगतः. अकारस्य उत्तरवर्ति अकारः अस्ति अस्ति ओके ओके. आं भगिनि, जलो जलि केनाट् डू प्रसक्तिः नास्ति. बबस् योगः सि बबस्सि एव भवति सर्वदा. तत् जलो जलि वन् इम्पार्टेण्ट् रूल् तत्र स्मर्तव्यम् इति द्वितीयसंयुक्ताक्षरं जलो जलि प्लेयर् अदर्वैस् ओके. तीतः अति सीतः सो बबस् योगः तः बबस् योगः तः तः इति हलि प्रत्ययः अपित् प्रत्ययः घसि भसोर् हलि च इत्यनेन बब्ज् योगः तः इति भवति. नौ जल् झलो जलि इति झल् परत झलि बकारः एव अस्ति उत्तरवर्ति अकारः लोपः भवति. ततः बब् योगः थः इति स्थिते झलो जलि इत्यनेन बब् योगः थः बब् योगः थः थः इति झषस् भब् भकारः झष् उत्तरवर्ति प्रत्ययः थकारः सो झषस्ततोर्धो दः इत्यनेन बब् योगः धः भवति. बब् योगः दः इति स्थिते जलां झष् झषि इत्यनेन बब् योगः दः बब् दः एव अस्ति. तीतः अति सीतः थ त एव द सेम् कार्यं घसि बसोर् हलि च जलो जलि झषस् तीतः सीतः थ आं भगिनि सेम् कार्यं बब् बब् दः सेम् रूपं निष्पन्नं बब्धः बब्ध नाट् बब्धः ओके. मी मी इति उपदा अकारः कार्यं नास्ति. बब्ज् बबस् योगः मी बबस् योगः मी इति स्थिते बबस् विरज् संथिङ्ग् नौ ऐ डोण्ट् रिमेम्बर् बबस् योगः मी कार्यं नास्ति भगिनि. बबस् मी बबस्मि एव भवति. देन् बबस् योगः वः बबस् बबस् योगः वः ओके घसि बसोर् हलि च इति सूत्रं हल् ओ सो कार्यं कर्तुं शक्यते वा कार्यं करोति कार्यं करोति. सो बब्ज् योगः मी भवति. बब्ज् योगः मी इति स्थिते बब्ज् योगः वः मी वः बब्ज् योगः वः वः इति स्थिते नौ जल् जल् जल् जल् नास्ति भगिनि. वल् इति वकारः जल् नास्ति जल् सो बबस् योगः वः करि च इत्यनेन बप्स् वः बप्स् वः बप्स् वः बप्स् मः तदेव अरुणा भगिनी पठितवती तत्र देयं यत् अत्र कार्यं न भवति किल धन्यवादः भगिनि. विजयाभगिनी अपि आगच्छति किल. नमस्ते विजयाभगिनी. अरुणा भगिनी लोटि वदति वा भगिनि लोट् लकार भगिनि लोट् लकार प्रथमं तु प्रत्ययः भबस् योगः तु पित् अस्ति अङ्गकार्यं नास्ति इक् वर्णः नास्ति चेत् अङ्गकार्यं नास्ति केवलं वर्णमेलनं बबस् तु इति बबस् योगः तात् तात् इति नित् अस्ति ततः घसि बसोर् हलिच इति सूत्रेण उपादायः लोप भूत्वा बभुस् तात् जस्ततोर्धोर्धः इति सूत्रेण तात् स्थाने तास्थाने धा अस्ति, धात् भवति. तदनन्तरं जलोजलि उक्तवती वा न भवति भगिनि? प्रथमं जलोजलि, तदनन्तरमेव जस्तु. ओके, गाङ्गकार्यं जलोजलि इति सूत्रेण सकारलोपः भवति. सकार जल्वगः, ता अपि जल्वगः, जल्व भवति. बब तात् जस्तुर्धोर्धः इति सूत्रेण धकार इति धात् बब् धात् जलां जश्चषि इति सूत्रेण महा अल्पप्राण भकारस्थाने अल्पप्राण भवति. बब् धात् धात् ताम् अस्ति सामान्यकार्यमेव. प्रथमं लोपः सौर्हलि च इति सूत्रेण, तदनन्तरं जलोजलि इति सूत्रेण सकारलोपः भवति. तदनन्तरं जस्तोधोधः इति न आताम् तामेव भगिनि, जस्तोधोधेण धकार धां भवति. जलां जश्चषितेन बब्धां मृषौ अतु उतु अतु अतु अति ज अपित् अस्ति, जहलादि नास्ति, जलादि नास्ति, अजन्ताङ्गमस्ति, अजन्तदापत्ति अस्ति. ततः केवलं वर्णमेलनमेव भगिनि भवतु. तत्र कार्यमस्ति किल गतिबतु इत्यस्य कार्यम्? ओ ओ कार्यम्, ओ ओके. सो सकारः गतिबतु हलादि अजादि प्रत्यये परे गतिबतु इत्यस्य कार्यमस्ति. या पदेन सकारलोपः स्वर्णाचार्य उपदा अवद अचुवर्णः लोपः भवति. बब्बस्तु तत्र करिच ओ खरिच इति न बब्बस् बब्बस्तु भवति. हि इति प्रत्ययः नौ हुजल्योभ्यो दीर्घः. प्रथमम् अपित् अपित् अस्ति, हलादि अपित् अस्ति. सो गसो गसिबसोर्हलिच सूत्रेण सकारलोप भवति भगिनि, न उपधा उपधा लोप भवति. प्रत्ययः हि स्थाने हि अपि जल्वर्णः अस्ति. चलो सकारलोपः तद् अनन्तरं भवति. तस्मात् पूर्वम् एकं कार्यमस्ति किल सर्वदा हि स्थाने कः आदेशः तदेव किमर्थं भगिनि अङ्गकार्यमस्ति सकारलोपपदं न कर्तव्यं वा? पूजल्व्यो हेर्भिः इति 6-4 इति अस्ति, जलोजलि इति 8-2 त्रिपादिसूत्रं. अतः पूजल्व्यो हेर्भिः इत्यस्य कार्यमेव प्रथमं भवति. हि स्थाने धि आगच्छति. अत्र नौ अधुना सकारलोपः भवति जलोजलि इति सूत्रेण. बब् धि जलो जलां जश्चषि इति सूत्रेण बब्धि भवति. तादपि सामान्यमेव पूर्वं बब्बस् बबत् भवति तम् अत्रापि प्रथमं उपधालोपः भवति गसि बसि दशोर् हलिजय् सूत्रेण तदनन्तरं जलो जलि सूत्रेण सकारलोपः भवति यस्तथोर्धोर्धः इति सूत्रेण धकारस्थाने धकारः आगच्छति जलां जस्यश् इति सूत्रेण अल्पप्राणः भवति अबद्धं बद्ध आने अस्ति आने पित् अस्ति अजादि अस्ति केवलं वर्णमेल वर्णमेलमेव बबसानि बबसा वा बबसाम धन्यवादः विजया भगिनी लङ्गी वदति वा भगिनि घसि बसोर् हलि च हू जल्भ्यो हे घसि बसोर् हलि च हू जल्भ्यो हेद्भिः द्वयोः का द्वयो द्वयमपि इति अभ्यस्तकार्यं भवत् एण्ड् घसि बसोर् हलि च घसि बसोर् हलि च इति कार्यं हलि परतः अस्ति चेत् विच् इस् आल्सो हि हू जल्भ्यो हेर् दि हि इस् आल्सो कार्यं बोतर् अभ्यस्तकार्यं हि स्थाने एव भवति बट् घसि बसोर् उपदा कार्यं कार्यं नियमः हलि सो हू जल्भ्यो हेर् दिहि सो हू जल्भ्यो हेर् दिहि इति सूत्र ओ नित्यसूत्रं वा घसि बसोर् हलि च इति कार्यं घसि बसोर् हलि च इत्यस्य तु किम् आवश्यकम् अचि हलि च निति इति आवश्यकम् इत्यत्रापि प्रत्ययः हि प्रत्ययस्य धि आदेशः बट् कार्यम् इस् इन् डिफ्रेण्ट् प्लेसस् ऐ मीन् कार्यं समानस्थलं नास्ति भगिनि सङ्घर्षः अस्ति वा कस्य प्रथममिति नो नो नो नो बिकास् डिफ्रेण्ट् कार्य डिफ्रेण्ट् स्थल सो परकार्यमेव प्रथमं मम प्रश्नः अस्ति विप्रतिषेधम् अस्ति वा इति बबत् योगः हि इति स्वीकुर्मः चेत् तत्र हि स्थाने धि आदेशः अनन्तरं गति बसो इत्यस्य विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यं प्रथमम् अनन्तरं गति विप्रतिषेधे भगिनि विप्रतिषेधे परं कार्यं केन् कम् ओन्लि इफ् देर् इस् अन्यत्र लब्धावकाशः अस्ति चेदेव सो हू जल्भ्यो हेर्दिः अन्यत्र लब्धावकाशः अस्ति घसि बसोर् हलि च इति अन्यत्र लब्धावकाशः अस्ति इति कारणेन हू जल्भ्यो हेर्दिः इति सूत्रस्य कार्यं प्रथमम् अस्ति अन्यत्र लब्धावकाशः अवश्यम् अस्ति मम चिन्तनं डस् इट् कम् अण्डर् द अभियकार्यक्षेत्रं भगिनि दयार् अभियकार्यं तत्र अभियकार्यम् अस्ति चेत् विप्रतिषेधे परं कार्यं इत्यस्य प्रसक्ति नास्ति पूर्वपरं डोण्ट् हाव् टु कन्सिडर् ओके असिद्धवत् अत्र अभात् तत्र पूर्वपर इति किमपि नास्ति द्वयमपि कार्यं करोति पेरलली दे केन् डु ओके प्रसिद्धवत् अत्र सम्यक् प्रश्नः समीचीनः धन्यवादः विजया भगिनी वदति वा विजया अस्मि अत्र मम सङ्गणके किञ्चित् क्लेशः अस्ति ओ एवं तत्र पाठः समीचीनतया न आगतम् अनन्तरं मोबैल् अपि एतत् सर्वं उल्टा आगच्छति किमर्थमिति न जाने तत्र पी डी एफ् तत्र उद्घाटयितुं शक्यते वा पश्यतु समीपे प्रिण्टिङ्ग् अस्ति अस्तु मम समीपे प्रिण्टिङ्ग् अस्ति एतदपि गच्छति इति अस्तु पश्यतु वा इदानीं भवत्याः वर्गदापि विस्मृतं मया ओ एवं वा तत् नूतनसमयः किल तदेव नूतनसमयः किञ्चित् द्विवारं नास्ति चिन्ता नास्ति शृणोमि नास्ति चिन्ता तस्य क्रमः आसीत् अरुणा भगिन्याः अरुणा भगिनी उक्तवती उषा भगिनी भवती एव लङ् भगिनी माम् उक्तवती भगिनी उषा भगिनी लङ् वदतु बबस् योगः तु प्रथमम् अडागमः भवति अबबस् योगः तु अबबस् योगः तु हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इत्यनेन तु इति प्रत्ययः लोपः भवति बबस् योगः तु तकारलोपः अबबस् अबबस् एव अस्ति अबबस् इति अबबः इति भवति गर्भसानयो विसर्जनीयः सो अबबः एव भवति तु ताम् इति अपित् भवति अपित् गसिबसोर् हलिच इत्यनेन ताम् अपित् सो उपदालोपः बब्स् योगः ताम् बब्स् योगः ताम् इति स्थिते ताम् ओ जशस्ततोर्दोर्दः इत्यनेन धाम् भवति जशस्तत् बब् अबब् अबब् योगः ताम् अबब् योगः ताम् जशस्ततोर्दोर् इत्यनेन अबब्स् योगः ताम् अबब्स् योगः ताम् इति इत्युक्ते गसिबसोर् हलि च कार्यस्य अनन्तरं जलोजलि इत्यनेन अबब् अबब् योगः सकारलोपः भवति अबब् योगः ताम् देन् जशस्ततोर्दोर्दः इत्यनेन अबब् योगः धाम् देन् झलां जश् जशि इत्यनेन अबब् योगः बकारस्य स्थाने बकारः भवति अल्पप्राणबकारः भवति अबब् धाम् ओके तु ताम् उहु इति अजादि अपित् अजादि अपित् गसिभसोर् हलीच इत्यनेन अबब् योगः अबब् सु योगः उहु अबब् सुः एव भवति ओ अबब् योगः अबब् सु ओ जलां जश् जशि बकारः सकारः भगिनि बकार महाप्राण रैट् महाप्राण अबब्ज् योगः अबब् सु भवति महाप्राण बकारः रिमैन्स् भगिनि अबब् दश दट् डसन्ट् वर्क् जलां जश् जशि न जशि इति सकारः कर्वर्ण अतः अस्माकं चत्वकार्यमेव. ओके, चत्वं भवति. सो अ ब ब द अल्पप्राण एव अबब्सुः. ओ करिच इत्यनेन पकारः भवति भगिनि, पकारः भवति. सो अबब्सुः अबब्सुः. ओके, उहु देन् तु ताम उहु देन् सु हल्ङ्याभ्यो दीर्घा सूतिष्य पृक्तं हल् इत्यनेन सकारलोपः. अबब् अबब् अबब् स् अबब् नो नाट् अबब् अब बह अबबः. ओके, देन् वट् तम् अपि प्रत्ययः गसीबसोर् हलिच इत्यनेन सका गसीबसोर् हलिच इत्यनेन उपदा लोपः भवति. अबब् अबब्ज् भवति. अबब्ज् योगः वाट् इस् दट् स्तम् तम् सो तम् इति स्थिते अबब् जलोजलि इत्यनेन सकारलोपः भवति. अबब् अबब् योगः तु तामनिष्टं तम् अबब् योगः तं जशस्ततोर्धोर्धः इत्यनेन बकारस्य स्थाने बकारस्य उत्तरवर्ति ता बिकम्स् ध. अबब् योगः धम् अबब् योगः धं जलाञ्जश् जषि इत्यनेन भकारस्य स्थाने भकारादेशः भवति. अबब् अबब्धं धं तु तामन्स्तं त त द सेम् थिङ्ग् अबब् अबब् अबब्ध तु तामन्स्तं त अम् अम् इति स्थिते अबब्बस् योगः अम् इति अजादि अपित् अजादि अपित् गसीबसोर् हलिच इत्यनेन सकारलोपः भवति. अजादि अथवा हलि सकारलोपः अनन्तरम् अबब्ज् योगः अम् किल अम् तत्र एकवचने वा एकवचने भगिनि अम् इति ओ पित्तात् ओ पित्त कित् नास्ति. ओके, अम् योगः अजादि पित् अजादि पित् गुणकार्यं नास्ति. ओके, सो अबबस् अबबसम् एव. ओके, अबबसं तु तामनिष्टं त अं व म व अबबस् योगः व व इति अपित् प्रत्ययः हलादि अपित् सकारलोपः भवति. गसीबसोर् हलिच इत्यनेन अबब्ज् योगः व अबब्ज् योगः व वाट् इस् देन् गसीबसोर् हलिच देन् जलो दिस् इस् नाट् जलि सो जलो जलि के नाट् वर्क् अबब् अबब्ज् योगः व देन् खरिच इत्यनेन अबब्स् अबब् अबब्स् व. ओके, देन् म इति सेम् कार्यम् अबब्स् म. धन्यवादः. प्रत्ययां ते सर्वे निप्तस्ति. ततः प्रथमं गसीबसोर् हलिच इति सूत्रेण अकारलोपः भवति. बब् यातां जल् नास्ति. ततः खरिच इति सूत्रेण बक् महाप्राण बकारस्थाने अल्पप्राण बब् यतां एकनिमिषं तत्र रूपाणि सकारः अपि अस्ति भगिनि, अकारलोपः भवति, तदनन्तरं खरिच इत्यनेन भकार पकार भवति. सत्यं तत्र समानकार्यं यदा वयं तत्र कृतवन्तः. अग्रे अपि पठतु भगिनि, अत्र किमपि दत्तमस्ति ध्येयं यत् तत्र प्रश्नः प्रश्नः उदेति. घसि बसुर् हलिता इति सूत्रे घस् धातोः प्रसङ्गः कः? घसुरु अदने खादनार्थे इति धातुः भवादिगणीयः, लटि घसति. इक्ष्टिपोः इक्ष्टिपौ धातुर्निर्देश इति वक्तव्यम्. अन्तर्गत इति वार्तिकेन धातुः निर्देशे इक् प्रत्ययो भवति, अनेन गसुरु इति इक्. गस् युवः इ गसि इति रूपं धात्वर्थे एव. वयम् अत्र सूत्रे गसि इति इक् निर्दिष्टरूपमस्ति, ततः एव केवलं गस् एव स्वीकरणीयम्. अस्तु, तत्र बस् इति कृतवन्तः, गस् इति धातुः भुवादिगणीयः, तत्र गसति इति रूपम् आगच्छति, तत्तु जुगोत्यादिगणे नास्ति इत्येव. किमर्थम् अत्र एतत् अग्रे भगिनि गस् धातोः गस् धातोः उदाहरणं गस् यो भक्ति सक्तिः. करपत्रम् इदानीम् अस्ति भगिनि. ओ प्राप्तं प्रक्रिया कीदृशी इति वदतु भगिनि. गस्रु युगक्तिं गस् युगहति गसे बसो हलिच इति सूत्रेण उपादाय लोपः भवति. गस् ति जलो जलि इति सूत्रेण सकारलोपः भवति. गति यस्तथोर्धोर्धः इत्यनेन स्थाने ध आदेशः. खि जलां जश् जशि इत्यनेन जस्तं घि धि समानधिः इत्यस्मिन् अर्थे समासे इति सामान्या छन्दस्य सूर्धप्रभृत्या प्रभृतिदर्केषु इत्यनेन समानार्थे सा इति आगमः सग्धिः. सग्धिः स्त्री सह भोजनम् अमरकोशम् अनुसृत्य सह भोजनार्थे प्रयोगः भवति. नावगतं भगिनि. तत्र दत्तातुः भुवादिगणीयदातु. अस्तु, तत्र गतिबसो हलीच इति सूत्रस्य प्रसक्तिः भुवादिगणे कुत्र अस्ति इति प्रश्नः. भुवादिगणीयधातुः अस्ति चेत् तत्र गतिबसो हलीच इत्यस्य प्रसङ्गः कुत्र इति प्रश्नः. तत्र इत्यन् इति एकम् उदाहरणं तावदेव. गस्धातोः गस्योः तिन् इति प्रत्ययः, तत्र तिन् इति प्रत्ययः यदा योजयामः तत्र सुबन्धपदमेव निर्माणं भवति किल, तिन् प्रत्ययः. तत्र तत्र गसि बसो हलि च इत्यनेन उपदालोपः भवति. तत्र तत् प्रक्रिया तु सरलमेव यदा इदानीं दृष्टवन्तः. तत्र यत् रूपम् आगच्छति घि इति, जलां जश् जशि सर्वं कृत्वा घि इति यद् रूपम् आगच्छति, तत्र तस्य उपयोगः कुत्र भवति इत्युक्ते तत्र समासे भवति. समानाभिः इति इत्यस्मिन् अर्थे समासे भवति. तत्र समानाभिः इत्यस्य कः अर्थः इत्युक्ते सह भोजनं, तत्र सर्वे मिलित्वा भोजनं करोति किल, स सः भोजनम् इति वदामः, तस्मिन् अर्थे तत्र सद्भिः इति रूपं, सद्भिः इति स्त्रीलिङ्गरूपं, सद्भिः स्त्री सः भोजनम् इति अमरकोशे अस्ति, सः भोजनम् इति नपुंसकलिङ्गरूपं, सद्भिः इति स्त्रीलिङ्गपदम्, तिङ् प्रत्ययः स्त्रीलिङ्गार्थे भवति किल, अतः तत्र सद्भिः इति समासं कृत्वा रूपमेव तस्य इति भवति, सः भोजनार्थे प्रयोगः भवति. भगिनी अवगतन स्पष्टीकर्तन कर्तनार्थं गस्रु धातु भुवादिगणे अस्ति, ततः द्वित्वं कार्यं न भवति, केवलं प्रातिपदिकप्तिन् शब्दरूप शब्द निर्माणसमये एव सूत्रं कार्यं करोति. गतिबसो नलि च इत्यस्य प्रयोगः भुवादिगणे यदा धातुः अस्ति तत्र न भवति, एतादृशं एतादृशं यदा तिन् प्रत्ययः वा यत्किमपि जलादि कित्मित् प्रत्ययः वा अजादि कित्मित् तादृशप्रयोगः अस्ति चेत् तस्य प्रयोगः भवति. गतिबसोहलि च इत्यस्य प्रसङ्गः कुत्र इत्येव प्रश्नः. इन् भुवादिगणे तत्र पित्वम् आरोपितं भवति, गुणः समानं यदा अस्माकं भवति भूधातुः भवति इति भवति तादृशं गसति गसतः गच्छन्ति इत्येव रूपं, तत्र गसि बसोर्हलि च इत्यस्य कार्यं किमपि कार्यं नास्ति, तत्र गस्तः इति किमपि न भवति, तत्र विकर्णप्रत्ययः अपि आगच्छति किल, गच्छति गसतः गच्छन्ति इत्येव भवति. एतादृश किं प्रत्ययः वा किमपि अन्यप्रत्ययः यत् अजादि वा हलादि वा ङित् अस्ति चेदेव तस्य कार्यं धन्यवादः. धन्यवादः. इदानीं पठतु भगिनी विजया भगिनी धन धन इति अग्रिम धातुः. षष्ठाध्याये तृतीयपाद उत्तरपदे उत्तरपदे ओ सारि गोहे किं भगिनी श्रूयते विजया भगिनी तत्र धन इति अग्रिमधातुः पठति वा तत्र पश्यमस्ति वा किञ्चित् उषा भगिनी किमपि उक्तवती भगिनी उत्तरपदे इति अस्ति मे बि दट् इस् नाट् उत्तरपदे उत्तरपदे अधिकार ओन्ली वेन् संथिङ्ग् इस् फालोयिङ्ग् देन् द सूत्र भगिनी समानस्य अनन्तरं समानस्य छन्दस्य प्रभृत्युर्केषु सूत्रस्य अर्थः अहं तु न जानामि परन्तु पठित्वा यदा अवगन्तुं शक्यते वदामि. सहस्यः सह इति आल्सो अनुवृत्ति तत्र क्षम्यतां भगिनि नास्ति चिन्ता. बहुव्रीहीयाम् एकः प्रभेदः अस्ति सः पूर्वकसंस्कृति तस्मिन् प्रायः तस्मिन् अर्थे आगच्छति अहं दृढतया न जानामि परन्तु चिन्तयामि तदेव सः बहुव्रीहि वा किमपि तस्य नाम एनिवे दत् सुबन्तपदं अत्र नास्ति अत्र चिन्तनं न आवश्यकं भवति. धन धनधातुः परस्मैपदी धान्ये शान्तसः इति तत्र उपयोगम् अस्ति इति द्वित्वम् अभ्यासकार्यं च धन श्लौ इत्यनेन सूत्रेण धनधन इति भवति. इदानीम् हलादिशेषव इत्यस्मात् प्रथम हल् वर्णस्य अन्ये येपि सन्ति एतत् लोपः भवति अतः धन इति भवति. अनन्तरम् अभ्यासे चर्च इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति अतः ददन् इति अङ्गं भवति. बि बिन्दुः अत्र अङ्गकार्यम् उपधायाम् अकारः लघु इक् इति न, अतः गुणकार्यं नास्ति. ददन् इति तत्र गुणकार्यं नास्ति, उपधायां लघु अकारः एव अस्ति. परन्तु विशिष्टम् अङ्गकार्यं वर्तते अनुनासिकस्य स्विज्जलोः स्मिति इत्यनेन उपधायाः दीर्घः आदेशः भवति जलादि किक्मित् प्रत्यये परे अस्ति चेत्. अतः तत्र ददन् योगः स्तः. अनुनासिक किं जलोः मिति इत्यनेन उपधायाः दीर्घः आदेशः भवति, अतः तत्र ददान् इति भवति. ददान् योगः स्तः. इदानीं नच पदान्तस्य जलि अनुस्वारस्य ययि परसवनः एतस्मात् तत्र ददान्तः इति नच पदान्तस्य जलि इत्यनेन प्रथमं किं भगिनि अत्र अनुस्वारस्य ययि परसवनः इति सूत्रेण आम् तत्र अन्तिमवर्णः नकारः आगच्छति, अतः तत्र ददान्तः इति भवति. अग्रे पठामि वा भगिनि? अनुवर्तित अनुनासिकस्य किक् जलोः इति इत्यनेन अनुनासिकान्त अङ्गस्य उपधायः दीर्घः आदेशः भवति इति इदानीमेव वयं दृष्टवन्तः. यत्र अस्ति चेत् तत्र क्वि च जलादि किक्मित् प्रत्यये परे अस्ति चेदेव एतत् सूत्रं कार्यं करोति. अनुवृत्तिसहितसूत्रं किमस्ति चेत् अत्र अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्वि जलोः स्मिति इति अनुवृत्तिसहितसूत्रमस्ति. ध्येयं यत् सिद्धान्तकौमुद्यां रूपं दत्तमस्ति ददन्तः. माताजी वदति यत् इदं रूपं दोषाय. अनुनासिकस्य किञ्जलोः स्मिति इत्यस्मात् कार्यम् अत्र भवेत् एव इति माताजिना तत्र मात्रे एतत् उक्तमिति तत्र दत्तं खलु. तत्र किमपि निषेधः नास्ति तस्य न भवतु इति. अनुनासिकान्तम् अङ्गमस्ति, उपधादीर्घः तु अवश्यं भवति. ददान्तः इति रूपं साधु एव इति ते वदन्ति. सा वदति सन्धिकार्यं सन्धिकार्यम् अत्र सन्धिकार्यं नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकान्तधातुः इति उच्यते. ददन् योगः सि तत्र नच पदान्तस्य जलि इत्यनेन तत्र नकारस्य स्थाने अनुस्वारः आगच्छति. ददन् योगः सि ददन्ति इति अनुस्वारस्य ययि परसवर्णः इत्यस्मात् तत्र सकारस्य अन्तिमवर्णः नकारः आगच्छति, अतः तत्र ददन्ति इति भवति. इदानीं ददन् योगः सि मध्यमपुरुषे एकवचनम् आगच्छति चेत् तत्र अपि नच्यपदान्तस्य जलि इत्यस्मात् नकारस्य स्थाने अनुस्वारः आगच्छति, अतः तत्र ददन्सि इति भवति. ध्येयं यत् ददन् नकारान्तम् अङ्गं नकारः जलि नास्ति, अतः लोटि हि स्थाने दि आदेशः न भवति इति तत्र मुख्य विषयमस्ति. हि स्थाने लोट् हि मध्यमपुरुषे एकवचनस्थाने हि स्थाने दि इति तत्र आदेशः न भवति इति तत्र दत्तम्. अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति. लटि रूपं ददन् इति अस्ति खलु भगिनि? ददन् तीतः अन्ति सीतहत मीवहमः सिद्धरूपम्. अत्र लटि ददन् तत्र लटि रूपं तत्र अनुस्वारस्य ये परस्य न प्रथमं लच्यपदान्तस्य जलि इति सूत्रेण अनुस्वारः आगच्छति. अनन्तरं भगिनी तत्र प्रथमं ददति ददन्ति वा प्रथम पुरुषवचनमपि ददन्ति वा? सत्यं वाटबोट् बहुवचनं वयं कुर्मः इदानीं ददन्ति सत्यं द्विवचने ददन् इदानीं नश्च पदान्तस्य जलि इति सूत्रेण तत्र अनुस्वारः भूत्वा अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अपि तत्र कार्यं करोति. अतः तत्र प्रथमपुरुषे एकवचनं ददन्ति इति भवति. अनन्तरं ददन्तः तत्र किमपि कार्यं एतदेव नश्च पदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः एतत् सूत्रं स्वीकृत्य तत्र ददन्तः इति सः योजनेन ददन्तः एव भवति. अनन्तरं तत्र अन्ति इति अस्ति अनुनासिकस्य क्विज्जलो किम् इति तदपि भवति किल ददन् योगः तः तत्र अनुनासिकस्य क्विज्जलो होङ् इत्यनेन ददान्तः इति भवति. अतः रूपद्वयम् अस्ति वा? न न एकमेव विकल्पेन न नित्यं भवति. अनुनासिकस्य अङ्गस्य उपादायः दीर्घः ददान्तः इति. अतः ददान्तः सर्वत्र एतदेव सर्वत्र दीर्घः आदेशः भवति. सर्वत्र नास्ति, केवलं यत्र यत्र तत्र ङित् कित् ङित् प्रत्ययः अस्ति. अस्तु अस्तु अस्तु एतदेव तत्र निमित्तमस्ति. जलादि कित् ङित् निमित्तमस्ति, जलादि कीटनीति प्रति परे अस्ति चेत् एव तत्र दीर्घः आदेशः भवति नकारस्य. अतः तत्र ददान्तः इति भवति. अनन्तरम् अन्ति अस्ति, अन्ति अत्र अजादि अपित् अस्ति. अति अति अतिभ्यस्तविधिभ्यश्च दृष्टवन्तः किल गतसप्ताहे अति इति जुहोत्यादिगणे अदभ्यस्तात् भगिनि अति इति ओ किमर्थम् अत्र जुहोत्यादिगणः किल जुहोत्यादिगणे अति अत्र ददन्योगः अति ददन्योगः अति अति इति किमपि तत्र नास्ति. ददति ददन्ति ददन् ददन् योगः अति अतः ददनति. जुहोत्यादिप्रत्ययं मम समीपे नास्ति भगिनि. अस्मिन् जालपुटे अस्ति तत्र अति इति प्रत्ययः, अतः शुद्धप्रत्ययः अति. ददन् योगः अति इदानीं वर्णमेलनमेव ददनति इति भवति. अतः अत्र जुहोत्यादिगणे किञ्चित् विपरीतरूपेण अस्ति. एकवचने ददन्ति इति अस्ति, बहुवचने ददनति इति अस्ति. सर्वत्र पठति पठतः पठन्ति इति भवति किल, अत्र तु ददन्ति इति एकवचनं, ददनति इति बहुवचनम् विशेषधातुः. मध्यमपुरुषे एकवचनं तत्रैव अस्ति. ददन् योगस्य नच्च पदान्तस्य जलि अनन्तरं तावदेव ददन् ददन्ति इति तत्र भवति. अनन्तरं ददन्तः एव खलु भगिनि, ददन्तः तत्र तत्र अपि किमपि कार्यं नास्ति, ददन्तः एव. तत्र तत्रापि क्षम्यतां, तत्रापि दीर्घः भवति किल अनुनासिकस्य क्विजलोः नित्य नित्यनङ्गी इत्यनेन जलादि कित् ङित् प्रत्ययः तः थ, अतः अनुनासिकस्य क्विजलोः नीति इत्यनेन दीर्घत्वं भवति. ददान्तः ददान्तः ददान्त इति सत्यं मध्यपुरुष द्विवचनं बहुवचनम्. अनन्तरं मी अस्ति, मी तत्र जलादि नास्ति. अतः तत्र ददन् मी, ददन् मी इति भवति वा भगिनि? ददन् अनन्तरं ददन् वः ददन् मह एव. अस्तु धन्यवादः. इतोपि एकं उत्कारं अरुणा भगिनी वदति वा लोटि ओके लोट् लकार तु प्रत्ययः पदमं अत्र अस्ति नश्च पदान्तस्य जलितचित्रेण अनुस्वरः तदनन्तरं अनुस्वरस्य परसवर्णः इति न ददन्तु एव आरोपं भवति तत्ति अप्तिक् अस्ति दीर्घ भवति क्वीजलो अनुनासिकस्य क्वीजलोः इति सूत्रेण अत्र नश्च पदान्त अपि कार्यं करोति अस्तु अस्तु वदमेलनैव अत्र जल् नास्ति जह्लादि अपित् अस्ति ददनुः ददनु भगिनि तात् अनन्तरं द्विवचने ताम् ओके ताम् अत्रापि अकित् अस्ति तद्वः दीर्घः भवति द्विजलो सूत्रेण अतु अतु अपि अपि अस्ति केवलं वर्णमेलनमेव ददातु हि अस्ति हि नकार जल्वर्णः नास्ति ततः हि जल्य कार्यं न भवति केवलं नित् अस्ति कारणात् त्रिजलोः इति सूत्रेण दीर्घ भूत्वा ददा ददान्ति इति भवति तत्र अनुस्वारः भवति किल नश्च पदान्तवर्णपदसवर्ण नास्ति ददामि अनन्तरं तात् अस्ति अत्र तात् कित् अस्ति क्विजलोः नासिकस्य क्विजलोः इति सूत्रेण दीर्घं भवति अनुनासि प्रान्तस्य जलि अनुस्वरस्य परसावनसूत्रेण ताम् अस्ति अत्रापि क्विजलोः अनुनासिकस्य क्विजलोः किन्ति सूत्रेण दीर्घः भवति नश्च पदान्तस्य जलि अनुस्वरस्य परसावनसूत्रेण ददान्तं ददान्त आनि अस्ति कित् अस्ति अत्र केवलं वर्णमेलनेव ददान् वा किमपि कार्यं नास्ति नास्ति सत्यम् तत्र केवलं लङ् अनन्तरं विधिलिङ्गवशिष्टम् अग्रिमधातुः अपि समानरीत्या भवति तत् किञ्चित् गृहपाठरूपेण साधयतु रूपाणि अग्रिमसप्ताहे तस्य चर्चां कुर्मः तत्र वयं पूर्वमेव जनसनकलां सञ्जलोः गमः न जन धन एतत् सर्वं वयं पूर्वं दृष्टवन्तः अनुनासिकान्त इति एकः पाठः आसीत् तत्र परन्तु तदेव वयं कुर्मः अग्रिमसप्ताहे तस्य रूपं यदा समयः अस्ति चेत् साधयन्तु झझन् अपि समानरीत्या एव भवति प पाठः किञ्चित् सरलः एव, अतः प्रायः अग्रिमसप्ताहे समापयामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.